गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुस्साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः निधाय हृदि विश्वेशं विधाय गुरुवन्दनं बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः न्यायवर्गे सर्वेषां सुस्वागतं हेत्वाभासप्रकरणे स्मः तत्र सव्यभिचारः इति प्रथमविधः हेत्वाभासः तदपि त्रिधा विभक्ता इति अधीतं साधारणः असाधारणः अनुपसंहारी इति तत्र किञ्चित् चिन्तनं कुर्मः अपि च गतवर्गस्य अन्ते यः भागः पठितः अस्ति तत्र किञ्चित् मया परिष्कर्तव्यमस्ति तदपि अहं वदिष्यामि तर्हि क्रमेण पश्येम प्रथमम् अत्र सव्यभिचारः साधारणः इति अस्ति तत्र उदाहरणम् आसीत् पर्वतः वह्निमान् प्रमेयत्वात् इति अपि च अत्र व्याप्यस्य द्वौ गुणौ अस्माभिः दृष्टं साध्यसामानादिकरण्यम् अपि च साध्य अभावत् अवृत्तित्वम् इति उभयमपि यस्मिन् अस्ति सः एव व्याप्यः यदि उभयमपि नास्ति तर्हि तादृशः व्याप्यः नास्ति किन्तु विरुद्धः यत्र साध्य अभावत् वृत्तित्वम् अस्ति साध्य अभावत् अवृत्तित्वम् अस्ति साध्यसामानादिकरण्यं नास्ति तत्तु असाधारणः यत्र साध्यसामानादिकरण्यमस्ति किन्तु साध्य अभावत् अवृत्तित्वं नास्ति तत्तु साधारणः इति उक्तं तर्हि साधारण हेत्वाभासस्य नो चेत् साधारणसव्यभिचारस्य सव्यभिचारहेत्वाभासस्य लक्षणं किम् इति चेत् साध्य अभाववत् वृत्तित्वम् इति साध्य अभाववत् अवृत्तित्वम् अस्ति चेत् तद्व्याप्यः भवति किन्तु साध्य अभाववत् वृत्तित्वम् अस्ति चेत् एतौ साध्य अभाववत् वृत्तित्वम् अस्ति चेत् तत् सव्यभिचारसाधारणः इति वदेम इत्युक्ते अपि च साध्य अभावत् अवृत्तित्वम् इति पूर्वपक्षी पूर्वपक्षिणः लक्षणमस्ति कस्य व्याप्तेः लक्षणमस्ति तर्हि पूर्वपक्षव्याप्ति अभावः अस्ति चेत् तत् सव्यभिचारसाधारणः किमर्थमत्र पूर्वपक्षी इति वदामश्चेत् अत्र दोषः नास्ति वस्तुतः सः अपि सिद्धान्ति एव इत्युक्ते नैयायिकः एव केवलम् अस्य लक्षणं केवलान्वयिस्थले न सङ्गच्छते समन्वयः न भवति किन्तु साध्य अभाव अवृत्तित्वम् इति व्याप्तिलक्षणे लाघवमस्ति झटिति अवगन्तुं शक्नुमः इति कृत्वा नैयायिकाः तद् लक्षणं न त्यक्तं यद्यपि दोषवत् अस्ति तथापि न त्यक्तं तत् स्वीकुर्वन्ति एव केवलं केवलान्वयस्थले सिद्धान्तिलक्षणं तैः स्वीकृतं किमर्थम् इति चेत् तत्र साध्याभावत् अवृत्तित्वम् इति पूर्व इति लक्षणं न कार्यं करोति न तस्य समन्वयः न भवति इत्यतः भवतु तर्हि साध्य अभाववत् वृत्तित्वम् इत्युक्ते पर्वतः वह्निमान् प्रमेयत्वात् इति तत्र पक्षभिन्न अधिकरणं मया स्वीकृतं सर्वत्र एतादृशमेव स्वीकर्तव्यमस्ति पक्षभिन्न अधिकरणं किमर्थम् इत्युक्ते पक्षः तु साध्यसन्दिग्धवान् तदेव पक्षस्य लक्षणं तदपि अस्माभिः दृष्टं पक्षे साध्यम् अस्ति वा न वा इति सन्देहः अस्ति चेत् एव तत् तस्मिन् पक्षत्वम् अस्ति इति अङ्गीकुर्मः यदि निश्चितबुद्धिः अस्ति किमर्थम् अनुमानं कर्तव्यं पर्वते यदि वह्निः मया साक्षात् दृश्यते तर्हि किमर्थं तत्र पर्वतः वह्निमान् धूमात् इति अनुमानं कर्तव्यं नास्ति इति कृत्वा यत्र सन्देहः वर्तते तदेव पक्षः इति कृत्वा पक्षः अत्र न स्वीकरणीयः अस्ति अस्तु तर्हि अत्र ह्रदः स्वीकृतः अस्ति अतः एव अत्र इ इत्यस्मिन् काले ऐ मीन् इत्यस्मिन् सदसि पक्षभिन्न अधिकरणम् इति मया योजितम् इदानीं ह्रदः स्वीकृतमस्ति साध्य अभाववत् इति साध्यम् इति वह्निः साध्य अभावः वह्नि अभावः साध्य अभाववान् ह्रदः अस्ति ह्रदे हेतोः अवृत्तित्वं भवेत् किन्तु हेतोः वृत्तित्वम् अस्ति किमर्थम् इत्युक्ते ह्रदः प्रमेयमस्ति ह्रदे प्रमेयत्वम् अस्ति इति कृत्वा हेतुः साध्य अभाववती अस्ति तर्हि साध्य अभावत् वृत्तित्वमस्ति न तु साध्य अभावत् अवृत्तित्वम् इति कृत्वा अत्र साधारणसव्यविचारः उक्तः भवति अस्तु तदनन्तरम् अत्र प्रतिबध्यज्ञानं किम् प्रमेयत्वं ह्रदरूपवह्नि अभाववत् अवृत्तित्ववत् इति भवेत् यदि एतादृशज्ञानं भवति चेत् तदनन्तरं पर्वतः वह्निमान् इति निश्चयं कर्तुं शक्नुमः प्रतिबध्यज्ञानं एतादृशज्ञानं न जायते इति मनसि भवेत् प्रमेयत्वं ह्रदरूपवह्नि अभाववत् अवृत्तित्ववत् इति नास्ति वस्तुतः एतादृशज्ञानं न जायते किमर्थम् इति चेत् अत्र प्रमात्मकनिश्चयात्मकप्रतिबन्धकज्ञानम् अस्ति तत् किम् इति चेत् प्रमेयत्वं ह्रदरूपवह्नि अभाववत् वृत्तित्ववत् इति ज्ञानं तदेव प्रतिबन्धकज्ञानम् इत्युक्ते प्रमेयत्वं यस्मिन् अधिकरणे अग्निः साध्यं नास्ति तस्मिन् हेतुः अस्ति इति ज्ञानं प्रतिबन्धकं भवति तर्हि प्रतिबन्धकज्ञानस्य प्रमात्मकनिश्चयात्मकज्ञानस्य आकारः कः इति चेत् प्रमेयत्वं ह्रदरूपवह्नि अभाववत् वृत्तित्ववत् इति अस्तु अत्र केन प्रमाणेन प्रतिबन्धकज्ञानं जायते अस्मिन् विषये पुस्तकेन चिन्तितमस्ति किन्तु मया योजितम् अत्र सर्वं प्रमेयम् इति लाघवात् स्वीकृतं खलु ईश्वरीयज्ञानं प्रमेयत्वं को नाम प्रमेयत्वम् इति चेत् ईश्वरीयज्ञानविषयत्वं प्रमेयत्वम् इति उक्तं तर्हि तत्र प्रत्यक्षेण प्रमेयत्वं न ज्ञातुं शक्यते किन्तु तादृशं स्वीकृतं लाघवात् इति कृत्वा सर्वं प्रमेयम् इति अस्तु तर्हि इदानीम् अत्र प्रतिबन्धकत्वं निरूपणीयं प्रतिबन्धकत्वे प्रतिबन्धकत्वस्य लक्षणं किम् इति चेत् प्रमात्वे सति निश्चयत्वे सति समान आकारकत्वम् अस्तु अत्र प्रमात्वं निरूपितं निश्चयत्वमपि निरूपितम् तर्हि इदानीं समान आकारकत्वं निरूपणीयं समान आकारकत्वं नाम किं समानविशेषकत्वे सति समानविशेषता अवच्छेदकत्वे सति समानप्रकारता अवच्छेदक समानप्रकारता अवच्छेदकत्वं न एकनिमिषं समानविशेषकत्वे सति समानविशेषता अवच्छेदकत्वे सति भावाभावप्रकारकत्वे सति समानप्रकारता अवच्छेदकत्वम् इति समान आकारकत्वस्य लक्षणमासीत् तर्हि इदानीं समानविशेष्यं किम् अत्र पश्यन्तु जी नैन् मध्ये प्रतिबन्धकज्ञानस्य आकारः मया उक्तः प्रमेयत्वं ह्रदरूपवत् ह्रदरूपवह्नि अभाववत् वृत्तित्ववत् इति तर्हि यथा भूतलं घटवत् इत्यत्र भूतलं विशेष्यं भवति घटवत् इति विशेषणं भवति तथा अत्रापि प्रमेयत्वं ह्रदरूपवह्नि अभाववत् वृत्तित्ववत् इति ज्ञाने प्रमेयत्वं विशेष्यम् अस्ति तर्हि समानविशेष्यत्वमस्ति उभयत्र एफ् नैन् अपि च जी नैन् पश्यन्ति चेत् उभयत्र प्रमेयत्वमेव अस्ति तर्हि समानविशेष्यत्वमस्ति समानविशेषता अवच्छेदकत्वं प्रमेयत्वं केन अवच्छिन्ना इति चेत् प्रमेयत्वत्वेन अवच्छिन्ना उभयत्र इति कृत्वा समानविशेषता अवच्छेदकत्वमस्ति अस्तु तदनन्तरं भावाभावप्रकारकत्वं अस्तु, अत्र प्रतिबध्यज्ञाने प्रकारः कः? वह्नि अभाववत् अवृत्ति इति प्रकारः अस्ति, वह्नि अभाववत् अवृत्ति. किन्तु प्रतिबन्धकज्ञाने किं? वह्नि अभाववत् वृत्तित्व अभावः. अत्र किमर्थं वृत्तित्व अभावः इति लिखितम् इति चेत् अभावः भवेत् खलु. प्रतिबध्यज्ञाने यः प्रकारः अस्ति तस्यैव अभावरूपः भवेत् प्रतिबन्धकज्ञाने. तर्हि वह्नि अभाववत् वृत्तित्वाभावः, वृत्त्यभावः इत्युक्ते वह्नि अभाववत् वृत्ति इति आगतम्. अस्तु, तर्हि भावाभावप्रकारकत्वं निरूपितम्. तदनन्तरं प्रतिबध्यज्ञाने प्रकारता अवच्छेदकः कः इति चेत् वह्नि अभाववत् अवृत्तित्वम् इति प्रकारतायाः अवच्छेदः. केवलं त्वप्रत्ययं योजितवान् तावदेव. प्रतिबन्धकज्ञाने किम् इति चेत् वह्नि अभाववत् वृत्तित्वा अभाव अभावत्वम् इत्युक्ते वह्नि अभाववत् वृत्तित्वम् इति एव भवति. अस्तु, तर्हि समान आकारकत्वं निरूपितं भवति. तदनन्तरम् अत्र मुद्रा कः इति चेत् वह्नि अभाववत् वृत्तित्वा अभावः इति तद् अभाववत्तानिश्चयः एव मुद्रा. वह्नि अभाववत् अवृत्तित्वा अभावः, वह्नि अभाववत् अवृत्तित्वा अभावः इति तद् अभाववत्तानिश्चयः. तत् इति पदेन प्रतिबध्यज्ञाने यः प्रकारः अस्ति तत् स्वीकरणीयम् इति पूर्वमेव अस्माभिः दृष्टम्. तर्हि तत्र प्रकारः कः इति चेत् वह्नि अभाववत् वृत्तित्वम्, तस्य अभावः, तादृशनिश्चयः एव मुद्रा. तर्हि मुद्राद्वयं तदभाववत् तदभाववत्तानिश्चयमुद्रया, नो चेत् तदभावव्याप्यवत्तानिश्चयमुद्रया इति मुद्राद्वयम् अस्माभिः अधीतम्. अत्र तया मुद्रया कार्यम् अत्र हेत्वाभासं निरूपयते इति चेत् तदभाववत्तानिश्चयमुद्रया इति कृत्वा तत्र मुद्रा अपि मया लिखिता अस्ति. अस्तु, तर्हि इदानीं दोषः कः? वस्तुतः अत्र हेत्वाभासः, हेत्वाभासस्य लक्षणम् अपि अस्माभिः अधीतम्. यद्विषयकत्वेन ज्ञानस्य अनुमितिप्रतिबन्धकत्वं तत्त्वं हेत्वाभासत्वम् इति हेत्वाभासस्य लक्षणम् अस्माभिः अधीतं. तदपि A19 इत्यत्र सर्वम् अस्मिन् स्प्रेड्शीट् मध्ये स्थापितम्. तर्हि सावधानतया एकवारं पठन्तु. यद्विषयकत्वेन ज्ञानस्य अनुमितिप्रतिबन्धकत्वं तत्त्वं हेत्वाभासत्वम् इति हेत्वाभासस्य लक्षणम् उक्तम्. हेत्वाभास इत्युक्ते वस्तुतः दोषः. अस्तु, अत्र किञ्चित् वक्तव्यम् आसीत्. यद्विषयकत्वेन ज्ञानस्य अनुमितिप्रतिबन्धकत्वम् इति उक्तम्. वस्तुतः इदानीं यद् उदाहरणम् अस्माभिः दृश्यते तत्र अनुमितिप्रतिबन्धकं नास्ति, किन्तु परामर्शप्रतिबन्धकमस्ति. परामर्शः एव न जायते. यदा परामर्शः जायते तदनन्तरमेव अनुमितिः भवति खलु. तर्हि अत्र मुख्यवर्गे एतद् किञ्चित् परिष्कृतमस्ति. किम् इति चेत् अनुमितिप्रतिबन्धकत्वम् इत्यत्र अनुमितिः इति पदम् उपलक्षणत्वेन, उपलक्षणम् इत्युक्ते उदाहरणत्वेन स्वीकृत्य यथासङ्गं परामर्शः वा अनुमितिः वा यथासङ्गं स्वीकर्तव्यं. तर्हि अस्मिन् सन्दर्भे परामर्शः न जायते. किमर्थं परामर्शः न जायते इति चेत् व्याप्तेः एव दोषः अस्ति खलु. तद् एतत् सर्वं मनसि स्थातव्यम्. अनुमानं जातुम् अत्र चत्वारि ज्ञानानि अपेक्षितानि. प्रथमं पक्षधर्मताज्ञानं, द्वितीयं व्याप्तिज्ञानम्. उभाभ्यां नानाभ्यां तत्र परामर्शः जायते. यदा परामर्शः जायते तदनन्तरम् अनुमितिः अपि जायते इति चत्वारि ज्ञानानि भवन्ति. तर्हि इदानीम् अत्र कः क्लेशः इति चेत् व्याप्तौ क्लेशः अस्ति. यत्र यत्र हेतुः तत्र तत्र साध्यम् इति अस्ति, तत्तु अत्र सङ्गच्छति. किन्तु यत्र यत्र साध्याभावः तत्र तत्र हेत्वाभावः इति व्यतिरेकव्याप्तिः, तत्रैव क्लेशः अस्ति. यत्र यत्र साध्याभावः वन्यभावः ह्रदः, ह्रदे वन्यभावः अस्ति, किन्तु ह्रदे हेत्वाभावः अपि अस्ति वा इति चेत् नास्ति. प्रमेयत्व प्रमेयत्वम् अस्ति, प्रमेयत्वस्य अभावः नास्ति इति कृत्वा व्याप्तौ अत्र दोषः अस्ति इति कृत्वा परामर्शः एव न जायते। तर्हि अस्मिन् सन्दर्भे यद्विषयकत्वेन ज्ञानस्य परामर्शप्रतिबन्धकत्वं तत्त्वत्वं तत्त्वं हेत्वाभासत्वम् इति अवगन्तव्यं। तर्हि यद्यपि लक्षणे अनुमिति इति पदं प्रयुक्तमस्ति, तत् यथासङ्गम् अनुमितिः वा नो चेत् परामर्शः वा। यदि पक्षधर्मतायां क्लेशः अस्ति तदा परामर्शः एव न जायते, व्याप्तौ क्लेशः अस्ति चेत् परामर्शः एव न जायते। किं किं न जायते इत्यस्मिन् विषये अपि मया स्थापितं, तत्र हेत्वाभासः विशेष्यविशेषणानि इति अग्रिम स्प्रेड्शीट् अस्ति खलु, तत् पश्यन्ति चेत् तत्र एतत् सर्वं मया स्थापितमस्ति। पक्षतावच्छेदके क्लेशः अस्ति चेत् किं न जायते इति चेत् अनुमितिः अपि न जातुं नार्हति, परामर्शः। किमर्थमिति चेत् पक्षः तु परामर्शे अपि अस्ति, अपि च किम् अनुमितौ अपि अस्ति। वह्निव्याप्य धूमवान् अयं पर्वतः इति परामर्शः, तर्हि पर्वतः इति पक्षः परामर्शे परामर्शज्ञाने अपि अस्ति, तदेव मुख्यविशेषः। पर्वतः वह्निमान् इत्यत्रापि पर्वतः अस्ति, तर्हि पक्षतावच्छेदके यदि क्लेशः भवति तदा अनुमितिः न जायते, परामर्शः अपि न जायते। किन्तु यत्र साध्यं तत्र क्लेशः, तत्र भ्रमात्मकमस्ति चेत् अनुमितिः न जायते। साध्यता अवच्छेदकमस्ति चेत् तत्रापि अनुमितिः न जायते, परामर्शः अपि न जायते इति तादृशं किं किं न जायते इति मया लिखितमस्ति। भवतु, एतत् सर्वम् इदानीं न वदामि, नो चेत् क्लेशः भवति। अस्तु, तर्हि इदानीम् अहं पी इत्यस्मिन् काले अस्मि, सदसि अस्मि। अत्र दोषः कः इति चेत् वह्नि अभाववत् वृत्तिप्रमेयत्वविषयकत्वम् एव दोषः। इत्युक्ते प्रतिबन्धकज्ञाने कः विषयः इति चेत् प्रमेयत्वं विषयः। कीदृशप्रमेयत्वम् इति चेत् सामान्यप्रमेयत्वं नास्ति। वह्नि अभाववत् वृत्तिप्रमेयत्वं, यथा नीलो घटः इति वदेम, तर्हि तत्र नीलः इति विशेषणमस्ति, घटः इति विशेष्यमस्ति, तदा वह्नि अभाववत् वृत्ति इति विशेषणमस्ति। तादृशप्रमेयत्वम् अस्मिन् उदाहरणे अस्ति, पर्वतः वह्निमान् प्रमेयत्वात् इति अनुमाने प्रमेयत्वम् एव हेतुः। तर्हि प्रमेयत्वम् इति हेतुः दुष्टः वा इति चेत् प्रमेयत्वम् इति शुद्धहेतुः, तत्रैव शुद्धस्य प्रमेयत्वस्य इति पदं प्रयुक्तमस्ति, तत् पठित्वा पुनः वदामि अग्रे। किन्तु शुद्धस्य प्रमेयत्वस्य इत्यस्य अर्थः कः इति चेत् अविशिष्टप्रमेयत्वम् इत्युक्ते किमपि विशेषणं नास्ति, प्रमेयत्वम् इति स्वीकुर्मश्चेत् तदेव शुद्धप्रमेयत्वम्। किन्तु इदानीं विशिष्टप्रमेयत्वं किं? वह्नि अभाववत् वृत्तिप्रमेयत्वं। तादृश वह्नि अभाववत् वृत्तिप्रमेयत्वम् एव विषयमस्ति प्रतिबन्धकज्ञाने। प्रतिबन्धकज्ञाने सः एव विषयः, वह्नि अभाववत् वृत्ति इति प्रकारः, प्रमेयत्वम् इति विशेष्यः अस्ति इति कृत्वा वह्नि अभाववत् वृत्तिप्रमेयत्वं विषयकत्वम् एव हेत्वाभासः, सः एव दोषः। अस्तु, तर्हि इदानीं दोषपर्यन्तम् अस्माभिः आगतम्। किन्तु दोषः उक्तं चेत् तत्र प्रमेयत्वे दोषः कुत्र अस्ति? अत्र ज्ञाने, प्रतिबन्धकज्ञाने वह्नि अभाववत् वृत्तिप्रमेयत्वविषयकत्वम् इति दोषः अस्ति। स च दोषः इदानीं किम्? हेतौ कल्पनीयं, तदा एव हेत्वाभासः भवति। दोषः दुष्टे हेतौ कल्पनीयमस्ति, तदा एव हेत्वाभासः साधितः भवति। तर्हि तदर्थम् इतोपि एकं सोपानम् अग्रे गन्तव्यम्। वह्नि अभाववत् वृत्तिप्रमेयत्वविषयकत्वम् इति दोषः, तर्हि तादृशवह्नि अभाववत् वृत्तिप्रमेयत्वं कुत्र अस्ति, किमर्थं त्वम् इति मया उक्तम् इति चेत् वह्नि तत्र वह्नि अभाववत् वृत्तिप्रमेयत्वे अत्र दोषः कुत्र कल्पनीयः, प्रमेयत्वे दोषः कल्पनीयः खलु, तर्हि वह्नि अभाववत् वृत्तिप्रमेयत्वे अत्र दोषः कल्पनीयः, तर्हि वह्नि अभाववत् वृत्तिप्रमेयत्वं इति दोषः इति वदामश्चेत् स च दोषः कुत्र अस्ति, वह्नि अभाववत् वृत्तिप्रमेयत्वे अस्ति इति कृत्वा प्रमेयत्वे दोषः कल्पयितुं शक्यते। तत्र इतोपि एकं सोपानं, प्रथमं दोषः कः इति अस्माभिः दृष्टं, तदनन्तरं सः दोषः दुष्टहेतौ आनेतव्यं, तदर्थम् अत्र इतोपि एकं सोपानं गन्तव्यमस्ति, तदेव समूह आलम्बनज्ञानम्। वस्तुतः पर्वतः वह्निमान् प्रमेयत्वात् इत्यत्र हेतुः कः इति चेत् प्रमेयत्वान् प्रमेयत्वम् इति एव हेतुः अस्ति, न तु वह्नि अभाववत् वृत्तिप्रमेयत्वं तत्र हेतुः नास्ति, विशिष्टहेतुः नास्ति, सामान्यशुद्धहेतुः अस्ति प्रमेयत्वम् इति एव हेतुः अस्ति, सामान्यहेतुः अस्ति न तु विशिष्टहेतुः। तर्हि इदानीं वह्नि अभाववत् वृत्तिप्रमेयत्वं इति दोषः वह्नि अभाववत् वृत्तिप्रमेयत्वे अस्ति इति प्रथमसोपाने आगम्य, तदनन्तरं वह्नि अभाववत् वृत्तिप्रमेयत्वं प्रमेयत्वे अन्तर्भूतमस्ति इति वक्तव्यं, तदा यदा वदामः तर्हि इदानीं शुद्धहेतौ प्रमेयत्वे सर्वम् आनीतं भवति। अस्तु, तर्हि तत्र एकः न्यायः अस्ति, पुस्तकेन दत्तमस्ति, विशिष्टं शुद्धात् न अतिरिच्यते, विशिष्टं शुद्धात् न अतिरिच्यते इत्युक्ते नीलोघटः इति विशिष्टघटः अस्ति, घटः इति शुद्धघटः, शुद्धघटः इत्युक्ते सामान्यघटः अस्ति। अस्तु, नीलोघटः इति विशिष्टघटः अपि घटः एव खलु, यस्मिन् घटत्वम् अस्ति, नीलोघटः इति वदामश्चेत् यद्यपि तत्र विशेषणम् उक्त्वा नीलोघटः इति उक्तं, तथापि तत्र घटत्वं न त्यजति इति कृत्वा विशिष्टं शुद्धात् न अतिरिच्यते इत्युक्ते शुद्धे एव अन्तर्भूतं भवति। अत्र शुद्धः इति पदस्य अर्थः अस्ति सामान्यम् इति, भिन्नरीत्या वदामश्चेत् विशिष्टं सामान्ये अन्तर्भूतं भवति इति न्यायः, तद्वयं सर्वे जानीमः। तर्हि वह्निव्याप्यवत् वृत्तिप्रमेयत्वं प्रमेयत्वे अन्तर्भूतमस्ति, वह्निव्याप्यवत् वृत्तिप्रमेयत्वं, वह्निव्याप्यवत् वृत्ति इति विशेषणमस्ति, विशेष्यमस्ति प्रमेयत्वं, यथा नीलोघटः तथा। तर्हि वह्निव्याप्यवत् वृत्तिप्रमेयत्वं प्रमेयत्वे अस्ति, अन्तर्भूतमस्ति इति कृत्वा अत्र इदानीम् एतादृशसमूह आलम्बनं ज्ञानं स्वीक्रियन्ते नैयायिकाः, वह्नि अभाववत् वृत्तिप्रमेयत्वं प्रमेयत्वं च इति आकारकं ज्ञानं ते स्वीक्रियन्ते, वह्नि अभाववत् वृत्तिप्रमेयत्वं प्रमेयत्वं च, यथा समूह आलम्बनज्ञानम् अस्माभिः पूर्वं दृष्टमस्ति खलु, वायुः स्पर्शवान् पृथिवी गन्धवती इति, तत्र विशिष्ट विशेष्यद्वयमस्ति, विशिष्टप्रकारद्वयमस्ति इति अस्माभिः अधीतम्। किन्तु इदानीं समूहालम्बनज्ञानम् इदानीं किम् इति चेत् वह्नि अभाववत् वृत्तिप्रमेयत्वम् अपि च प्रमेयत्वम् इति समूह आलम्बनज्ञानं मनसि भवति इति उक्त्वा तदनन्तरम् अत्र दोषवत्त्वस्य हेतौ समन्वयः, दोषवत्त्वस्य हेतौ समन्वयः इत्युक्ते वह्निः अभाववत् वृत्तिप्रमेयत्वम् इति दोषः प्रमेयत्वे अपि अस्ति इति उक्त्वा अत्र निरूपणं क्रियते पर्वतः वह्निमान् प्रमेयत्वात् इति. एतादृशसोपानानि भवन्ति सर्वत्र. एकज्ञानविषयप्रकृतहेतुतावच्छेदकं प्रमेयत्वम् अत्र एकज्ञानविषयप्रकृतहेतुतावच्छेदकत्वं प्रमेयत्वम् इत्युक्ते अत्र हेत्वाभासस्य लक्षणमस्ति खलु यद्विषयकत्वेन न अत्र एकविषय एकज्ञानविषयप्रकृतहेतुतावच्छेदकत्वं सम्बन्धः इति उक्तं खलु. तदस्माभिः पठितं वा न पठितम् एतावत्पर्यन्तम्? अस्तु, यदा पठेम तदा तदनन्तरम् अहं वदामि. अस्तु, तर्हि इदानीं पश्यन्तु 251 पेज् मध्ये सत्यभामा भगिन्या पठितमासीत् तः सः परिच्छेदः, द्वितीयपरिच्छेदः. तथा च प्रमेयत्वावच्छिन्नविशेषतानिरूपितवह्नि अभावाधिकरणनिरूपितवृत्तित्वाभावत्व इति अस्ति खलु, तत्सर्वम् अस्मात् स्प्रेड्शीट् तः वयं वक्तुं शक्नुमः कथम् इति पश्यन्तु. प्रथमं किं लिखितमस्ति? प्रमेयत्वावच्छिन्न. अस्तु, अत्र पश्यतु J9 इत्यत्र प्रमेयत्वम् इति समानविशेषता अवच्छेदकत्वमस्ति. तर्हि प्रमेयत्वावच्छिन्न विशेष्यता विशेष्यमस्ति खलु. किं विशेष्यं? प्रमेयत्वं विशेष्यत्वं विशेष्यं. तर्हि प्रमेयत्वे विशेष्यता अस्ति. सा विशेष्यता केन अवच्छिन्ना इति चेत् प्रमेयत्वेन अवच्छिन्ना. तदेव अत्र लिखितमस्ति, प्रमेयत्वावच्छिन्न विशेषता निरूपित. अस्तु, तदनन्तरं वह्नि अभाव अधिकरणनिरूपित वृत्तित्वाभावत्व अवच्छिन्न प्रकारताशाली तत् कुत्र अस्ति? प्रतिबध्यज्ञाने यः प्रकारः अस्ति तदेव अत्र लिखितमस्ति. वह्नि अभाव अधिकरणनिरूपितवृत्तित्वाभावत्वम् इति लिखितमस्ति. वह्नि अभाववत् अवृत्तिः तदेव वृत्तित्व अभावः इति लिखितमस्ति. तत्र मया वृत्तित्वम् अवृत्तित्वम् इति लिखितमस्ति. हा, तर्हि एम् इति पश्यन्तु, वह्नि अभाववत् वृत्तित्वम् अवृत्तित्वम् इति लिखितं तदेव अत्र लिखितमस्ति. वह्नि अभाव अधिकरणनिरूपित वृत्तित्व अभावत्व अवच्छिन्न प्रकारता शाली बुद्धित्व अवच्छिन्न प्रतिबध्यता निरूपित. तर्हि तावत्पर्यन्तं प्रतिबध्यज्ञानम् उक्तमस्ति. प्रमेयत्वावच्छिन्न, तर्हि अत्र स्प्रेड्शीट् दृष्ट्वा अहं वदन्नस्मि इदानीं, न तु पुस्तकं. प्रमेयत्वावच्छिन्न विशेष्यतानिरूपित वह्नि अभावत् अवृत्तित्वावच्छिन्न प्रकारता निरूपक प्रतिबध्यज्ञानम्. अत्र बुद्धित्वम् इति अपि योजितमस्ति. तत् तदपि पूर्वम् अस्माभिः चिन्तितम् इति कृत्वा बुद्धित्वं भवेत्, ज्ञानत्वं भवेत्, तत्र ज्ञानत्वेन अवच्छिन्ना भवेत् इति कृत्वा ज्ञानत्वमपि योजितमस्ति. अस्तु, तदनन्तरं निरूपित प्रमेयत्वावच्छिन्नविशेषता निरूपित, पुनः तदेव अवच्छेदः अस्ति. प्रमेयत्वावच्छिन्न समानविशेषता अवच्छेदकत्वं भवेत् खलु प्रतिबन्धकज्ञाने. प्रमेयत्वावच्छिन्नविशेषता निरूपित वह्नि अभाव अधिकरणनिरूपित वृत्तित्वावच्छिन्न प्रकारताशाली निश्चयत्वावच्छिन्न प्रतिबन्धक आश्रयः निश्चयः प्रमेयत्वम्. निश्चयः प्रमेयत्वं वह्नि अभाव अधिकरणनिरूपित वृत्तित्ववत् इति निश्चयः. तदेव अत्र प्रमात्मक जी इत्यस्मिन् काले मया लिखितमस्ति, प्रमेयत्वं ह्रदुरूपवह्नि अभाववत् वृत्तित्ववत् इति लिखितमस्ति. तर्हि सोपानेन अत्र अत्र स्प्रेड्शीट् मध्ये मया लिखितमस्ति, किन्तु तद्दृष्ट्वा एतादृशं वक्तुं शक्नुमः. अपि च प्रत्येकं हेत्वाभासे एतादृशम् अस्माभिः करणीयम् इति कृत्वा अत्र इदानीं हेत्वाभासः निरूपितः भवति इति उक्तम्। अस्तु, इतोपि पञ्चनिमिषं मया वक्तव्यमस्ति, तदनन्तरं पुनः चिन्तयेम सर्वे मिलित्वा। तदनन्तरम् इदानीं हेतौ दुष्टत्वसम्पादनप्रकारः इति भागः गते वर्गे पठितः आसीत्, तद् पुनः एकवारं पश्येम। परन्तु लक्षणानुसारेण प्रतिबन्धकज्ञानविषये अहं पुस्तकात् पठन् अस्मि, 251 पेज् मध्ये। परन्तु लक्षणानुसारेण प्रतिबन्धकज्ञानविषये वह्नि अभावत् वृत्तित्वप्रमेयत्वलक्षणसमन्वये अपि शुद्धस्य प्रमेयत्वस्य, तत्र एकः दोषः मया कृतः आसीत्। अत्र शुद्धः इत्युक्ते निर्विशेषम् इति अर्थः, यथा शुद्धब्रह्मम् इति वदेम खलु, शुद्धब्रह्मम् इत्युक्ते निर्गुणब्रह्मं निर्विशेषब्रह्मं, तदेव अत्र स्वीकृतः अस्ति। शुद्धप्रमेयत्वस्य इत्युक्ते यत्किमपि विशेषणं नास्ति, तादृशप्रमेयत्वस्य हेत्वाभासत्वम् एतावता नैव लभ्यते। हेत्वाभासत्वं कुत्र अस्ति इति चेत्, अत्र वह्नि अभावत् वृत्तिप्रमेयत्वविषयकत्वं तत्रैव अस्ति हेत्वाभासत्वं। वह्नि अभावत् वृत्तिप्रमेयत्वं तत्रैव हेत्वाभासः अस्ति, दोषः अस्ति। वह्नि अभावत् वृत्तिप्रमेयत्वं इत्यत्र हेत्वाभासः निरूपितः एतावत्पर्यन्तं, तर्हि शुद्धस्य प्रमेयत्वस्य न आगतम्। अतः लक्षणमिदं दोषस्य, तद्वान् यः सः दुष्टः हेत्वाभासः इति प्रदर्शने प्रकृते प्रमेयत्वे समन्वयः भवति। इत्युक्ते तद्वत्त्वं तदेव, तद्वत्त्वं तदेव इति अन्यज्ञायमस्ति। तद्वत्त्वं तत् इति घटत्वम् इति स्वीकुर्मः, तद्वत् घटवत्त्ववत् किं घटः। पुनः घटे तत्र त्वप्रत्ययं योजयामश्चेत् घटत्वम् इति एव लभ्यते खलु, तद् इति पदेन घटत्वं। घटत्ववत् कः इति चेत् घटः, घटेन सह सा त्वप्रत्ययं योजयामश्चेत् पुनः घटत्वम् इति भवति, तदेव घट तद्वत्त्वं तदेव इति। तर्हि वह्नि अभाववत् वृत्तिप्रमेयत्वं इति तत् इति पदेन स्वीकुर्मश्चेत् तद्वत् किं भवति, वह्नि अभाववत् वृत्तिप्रमेयत्ववत् तत् किं, प्रमेयत्वं न तु सामान्यप्रमेयत्वं, किन्तु वह्नि अभाववत् वृत्तिप्रमेयत्वं भवति। पुनः तत्र त्वप्रत्ययं योजयामश्चेत् वह्नि अभाववत् वृत्तिप्रमेयत्वं इत्यत्र गच्छति इति कृत्वा दोषः यदस्ति तत् दुष्टे अस्ति इति कृत्वा तत्र इदानीं लक्षणसमन्वयः दुष्टे कर्तुं शक्यते। तद्वान् यः सः दुष्टः हेत्वाभासः इति प्रदर्शने प्रकृते प्रमेयत्वसमन्वयः भवति। युज्यते च एतत्, युज्यते च एतत् इत्युक्ते तदपि समीचीनमेव। लोके हि चौर्यं दोषः, तद्वान् कश्चित् दुष्टः इत्युच्यते, तद् अस्माभिः समीचीनतया गते वर्गे चिन्तितम्। असूया दोषः, तद्वान् कश्चित् दुष्टः इत्युच्यते। तद्वदेव प्रतिबन्धकज्ञानविषयः दोषः अस्ति, सम्प्रदायसिद्धं लक्षणमपि तस्यैव। तद्वान् यः सः दुष्टः प्रकृतहेतुः इति सम्भवति दुष्टे सङ्गमनं लक्षणस्य, तत्र क्लेशः न कृतः। तदनन्तरं प्रकृते च वह्नि अभाववत् वृत्तिप्रमेयत्वरूपः यः प्रतिबन्धकज्ञानविषयः सः प्रकृतहेत्वाभासे प्रमेयत्वे अस्ति। प्रमेयत्वम् ईश्वरीयज्ञानविषयत्वम् इत्युक्तं केवलान्वयि प्रकरणे। वस्तुतः एतद्वाक्यम् अत्र न वक्तव्यम् आसीत्। यद्यपि वाक्यं तु सत्यमेव, किन्तु तत्रैव क्लेशः जातः मयि, किमर्थं मया दोषः कृतः इति चेत् एतद् वाक्यं पठित्वा। अतः अत्र मुख्यवर्गं यथा मया श्रुतं, मुख्यवर्गः यथा मया श्रुतः, तत्र द्रोणमहोदयेन अपि उक्तं किमर्थम् एतद्वाक्यम् अत्र ग्रन्थकारेण स्थापितम् इति न ज्ञाने, किन्तु अस्य वाक्यस्य अत्र स्थापने महत्त्वमेव नास्ति। वस्तुतः अत्र क्लेशः भवति. तर्हि तत् त्यजन्तु. प्रमेयत्वम् ईश्वरीयविषयमुक्तम् इति केवलान्वीप्रकरणे तत् त्यजतु. तच्च केवलान्वी इत्यपि अभिहितं, तदपि त्यजतु. तर्हि तत् इत्युक्ते प्रमेयत्वम्. अत्र प्रकृते च वह्नि अभावत् वृत्तिप्रमेयत्वरूपः इह प्रतिबन्धकज्ञानविषयः. सः प्रकृतहेत्वाभासे प्रमेयत्वे अस्ति. तदनन्तरं तर्हि इति स्वीकुर्वन्तु. तर्हि तत् इत्युक्ते प्रमेयत्वं स्वस्मिन् अपि सुतरां भवति. प्रमेयत्वम् इति स्वस्मिन् अपि सुतरां भवति. अतः दोषवत्वात् प्रमेयत्वं, प्रमेयत्वम् इति दोषः. तत्र दोषवत्वं कुत्र अस्ति इति चेत् स्वस्मिन् अस्ति, प्रमेयत्वे अस्ति. प्रमेयत्वं दुष्टम् इति व्यवहारः सम्यक् उपपद्यते. एतादृशनिरूपणे सौकर्यम् आलोच्य एव मूलकारेणापि सः आदौ निर्दिष्टः. सः आदौ निर्दिष्टः इत्युक्ते अत्र सव्यविचारसाधारणः इति किमर्थं प्रथमं चिन्तितम्? अपि च तस्मात् पूर्वमेव केवलान्वयस्थलम् इति एतत् सर्वं किमर्थं चिन्तितम् इति चेत् एतादृशचिन्तनसौकर्याय प्रथमं चिन्तितम् इति उक्तम्. वस्तुतः यदि महोदयस्य करपत्रं पश्यामश्चेत् तत्र विरोधः एव न, तत्र असिद्धिः एव प्रथमं सः चिन्तयति, न तु सव्यविचारः. किन्तु मूलग्रन्थकारेण, तर्कसङ्ग्रहकारेण प्रथमं सव्यविचारः चिन्तितः अस्ति. किमर्थम् इति चेत् तस्मात् पूर्वं केवलान्वयं चिन्तितमस्ति. तर्हि प्रमेयत्वं सर्वम् अवगच्छन्ति. साध्य अभावत् वृत्तिः तस्य अस्ति इति वदामश्चेत् सर्वैः अवगन्तुं शक्नुमः झटिति इति कृत्वा सः आदौ निर्दिष्टः इति उक्तम्. अस्तु, तावत्पर्यन्तम् अस्माभिः पठितं. तर्हि गते वर्गे यत् चिन्तनं जातं, वर्षाभगिन्याः समीचीनप्रश्नः यः आसीत्, तत्र तादृशचिन्तनमेव न कार्यम् आसीत्. अत्र ईश्वरीयज्ञानविषयत्वम् उक्तम् इति उक्तत्वा तत्र अभिहितम् इति अपि उक्तत्वा तत्र अभिधेयत्वं सर्वत्र वर्तते, प्रमेयत्वमपि वर्तते इति तादृशचिन्तनं मयि जातमासीत्. किन्तु वस्तुतः अत्र वाक्यद्वयं न आवश्यकम्, अत्र क्लेशं कारयति इति कृत्वा तत् त्यक्त्वा पठेमश्चेत् इदानीं सर्वं समञ्जसं भवति. इत्युक्ते दोषः कः इति चेत् प्रमेयत्वं, वह्नि अभावत् वृत्ति प्रमेयत्वम् एव दोषः. तद्वत्त्वं कुत्र अस्ति इति चेत् प्रमेयत्वे अस्ति इति कृत्वा दोषवत्त्वं प्रमेयत्वे अस्ति इति कृत्वा अत्र प्रमेयत्वम् इति दुष्टः हेतुः इति स्वीकर्तुं शक्यते. तर्हि इदानीं हेत्वावासस्य लक्षणं, दोषस्य लक्षणं हेतौ आनीतं कथम् इति चेत् तद्वत्त्वम् इति उक्त्वा हेतौ आनीतम्. अस्तु, बहु किमपि मया उक्तमासीत्. किं बुद्धं वा? आं, बुद्धं बुद्धं. स्प्रेड्शीट् अस्ति चेत् सम्यक्तया, तत्र भिन्नभिन्न पदाः सन्ति खलु, अतः सम्यक्तया ज्ञातुं शक्नुमः. वाक्यत्र पुस्तके तु एक एव वाक्ये सर्वं दत्तमस्ति, अतः किञ्चित् तेन क्लेशः भवति. समीचीनं. तर्हि अत्र केवलं किं भवेत् इति चेत् अभ्यासः भवेत्. एतादृशचिन्तनं चिन्तने अभ्यासः भवेत्. अत्र सोपानेन सर्वम् उक्तमस्ति. प्रथमम् अत्र उदाहरणं किं, तदनन्तरम् अत्र हेत्वाभासस्य लक्षणं किं, कः दोषः इति उक्त्वा अत्र अधिकरणं, पक्षभिन्न अधिकरणं किं, तदनन्तरं प्रतिबन्धज्ञानस्य आकारः कः, प्रतिबन्धकज्ञानस्य आकारः कः, प्रतिबन्धकज्ञानं केन प्रमाणेन जायते, तदनन्तरं तत्र समान आकारकत्वं निरूप्य, समान आकारकत्वं निरूप्य तदनन्तरं कीदृशमुद्रा अस्ति इति निरूप्य तत्र दोषः कः इति उक्त्वा तदनन्तरं समूह आलम्बनज्ञानं किं, तद् अग्रे आयास्यति. इदानीमेव पठनीयम् अस्माभिः. अस्तु, किं कुर्मः? यदि किञ्चित् भ्रमात्मकमस्ति भवतु, चिन्ता मास्तु. अग्रे इतोपि सप्त सप्त हेत्वाभासाः ज्ञातव्याः भवन्ति. तर्हि पुनः पुनः अभ्यासः भवति, अभ्यासः भवति इति एकं. तदनन्तरं यदा सम्पूर्णं पठित्वा अत्र केवलम् अभ्यासार्थम् अभ्यासार्थं भिन्नभिन्न उदाहरणानि अहम् आनयामि, तेषां विषये चिन्तनं कुर्मः, अत्र कः क्लेशः अस्ति इति क्रमेण पश्येम, तदा बोधः जायते. सत्यं. अस्तु, समीचीनं. तर्हि अग्रे मेहुल् महोदय, भवानेव पठतु इदानीं. परन्तु एकः शङ्कः, अत्र L9 च N9 कालम् अत्र वन्नि अभाववत् वृत्तित्ववत्त्व अभावः इति भवेत् किल N9? न, वन्नि अभावत् N इति किम्? N9 कालम् मध्ये अत्र वन्नि अभाववत् वृत्तित्वं वन्नि अभाववत् वृत्तित्ववत्त्वस्य अभावः एव वन्नि अभाववत् वृत्तित्वम् इति अस्ति किल महोदय? ऐ एम् लिटल् कन्फ्यूस्ड् देयर्. अस्तु अस्तु, पश्येम. अत्र दोषः भवितुमर्हति, मया एवं लिखितमस्ति, किन्तु पश्येम. वन्नि अभावत् वृत्तिः, वन्नि अभावत् वृत्ति इति प्रकारः अस्ति. वन्नि अभावत् वृत्ति, क्षम्यतां, वन्नि अभावत् एकनिमिषम्, हा, वह्नि अभाववत् वृत्ति वृत्त्यभावः. इदानीं कस्मिन् विषये पृच्छन् अस्ति भगिनि, पृच्छन्ती अस्ति वर्षा भगिनि? महोदय, इन् N9 कालम् वह्नि अभाववत् वृत्तित्वम्. N as in Nairobi, right? हा महोदय, N9 इन् सव्यभिचारसाधारणः. हा भवतु, तर्हि प्रतिबन्धकज्ञानस्य प्रकारता अवच्छेदकं किम् इति खलु? हा महोदय. अस्तु, समीचीनं. तर्हि इदानीं प्रतिबन्धकज्ञाने प्रकारः कः इति चेत् वह्नि अभाववत् वृत्त्यभावः. वह्नि अभाववत् वृत्त्यभावः, वह्नि अभाववत् अवृत्ति तत्रापि क्लेशः अस्ति. वह्नि अभाववत् वह्नि अभाववत् अवृत्ति इति प्रतिबन्धज्ञाने प्रकारः, तस्य अभावः प्रतिबन्धकज्ञाने भवेत्. तर्हि वह्नि अभाववत् अवृत्ति वह्नि अभाववत् अवृत्त्यभावः अवृत्त्यभावः सत्यं, वह्नि अभाववत् अवृत्त्यभावः इति प्रतिबन्धकज्ञाने प्रकारः. तत्र त्वम् इति योजनीयं, वह्नि अभाववत् अवृत्तित्व अभावत्वं, वह्नि अभाववत् अवृत्तित्व अभावत्वं. तत्र केवलं अवृत्तित्व अभावत्वम् अभावत्वम् अभावत्व अभाववत्त्वं नास्ति, अभावत्वम् एव, केवलं त्वप्रत्ययः योजितः तावदेव. इदानीम् अवगतं, करिकुञ्च. हा हा हा, सो वह्नि अभाववत् वृत्ति, वह्नि अभाववत् वृत्तित्वं, समीचीनम्, इदानीं परिष्कृतम्. ओके, and I said this long before, you know, I can only take the horse to water to drink, the drinking has to be done by the horse, like that. Atra sarvaihi eta adrisham yatha idanim mehul mahodayena uktam yatha varsha bagini karoti tadrisham sarvaihi karaniyam. Atra spreadsheet sthapayantu pratyekam atra entry kim asti iti drishtva तत् किमर्थम् अत्र स्थापितम्, अस्य महत्त्वं किम् इति एतत् सर्वम् अवगन्तव्यमस्ति, नो चेत् केवलं श्रवणमेव भवति. अत्र वेदान्ते अपि श्रुतब्रह्मज्ञानम् अवगतब्रह्मज्ञानम् इति द्विधा विभक्तमस्ति. श्रुतब्रह्म इत्युक्ते किम् इति चेत् द फेलो हेज़् हर्ड् अबौट् ब्रह्म, किन्तु हि इस् नाट् अण्डर्स्टुड् ब्रह्मन्. अवगतब्रह्म इत्युक्ते कः? वन् हू वास् अण्डर्स्टुड्. सो रैट् नौ ऐ हेव् सेड् मेनी थिङ्ग्स् विच् यू हर्ड्. तर्हि तत्र न स्थातव्यम्, इतोपि किञ्चित् गृहपाठं कृत्वा अत्र किमस्ति, किमर्थम् एतादृशसोपानम्, अत्र प्रत्येकं सोपानस्य महत्त्वमस्ति, तदपि ज्ञातव्यं वै इस् इट् दट् वि आर् गोयिङ्ग् वन् स्टेप् आफ्टर् वन् स्टेप् एक्सेट्रा हेस् टु बि वेरि क्लियर्लि अण्डर्स्टुण्ड् तदा एव यदि सी वाट् वि डिड् अट् द वेरि बिगिनिङ्ग् आफ् हेत्वाभास अत्र पर्वतः वह्निमान् प्रमेयत्वात् इति पठित्वा अत्र कः क्लेशः इति वयं स्वयमेव चिन्तितं खलु तत्र अस्माभिः किं चितं प्रमेयत्वं साध्याभाव अधिकरणे अस्ति हृदे प्रमेयत्वमस्ति यत्र वन्यभावः अस्ति तर्हि तेन हेत्वाभासः साधितः इति तावदेव उक्तं तद् झटिति वक्तुं शक्यते किन्तु अत्र लक्षणम् उक्त्वा तत्र लक्षणे समन्वयः कर्तव्यः अस्ति चेत् सो टु जस्ट् अण्डर्स्टाण्ड् वेर् दि प्राब्लम् इस् नाट् एन् इश्यू पर्वतः वह्निमान् प्रमेयत्वात् इति कोऽपि अनुमानं वदति चेत् भोः अत्र हृदे वह्निः नास्ति तत्र प्रमेयत्वम् अस्ति किं वदति इदानीं व्यतिरेकव्यभिचारः मया उक्तः इति निराकर्तुं शक्यते सो टु डिस्मिस् सम्बडि इस् वेरि वेरि ईसि बट् अत्र कथं तैः चिन्तितम् इति अवगमनार्थम् एतानि सोपानानि आवश्यकानि सन्ति तेषां सोपानानाम् अवगमनम् आवश्यकम् एव अस्तु अग्रे गच्छेम मेहुल् महोदय अग्रे पठतु महोदय परन्तु आं महोदय परन्तु पूर्वोक्ते ह्रदो वह्निमान् धूमात् इत्यस्मिन् स्थले यः प्रतिबन्धकज्ञानविषयः वन्य अभाववद् ह्रदरूपः हेत्वाभासः सः न धूमे अस्ति जन्यानां परस्परकालिकसम्बन्धस्वीकारेण तादृशह्रदः कालिकसम्बन्धेन धूमे वर्तते इति दोषवत्वात् भवेदपि धूमस्यापि दुष्टत्वम् परन्तु ह्रदो वह्निमान् घटत्वात् इति स्थले पूर्ववदेव प्रतिबन्धकज्ञानविषयः वन्य अभाववद् ह्रदः घटत्वे कालिकसम्बन्धेनापि अस्ति इति वक्तुं न शक्नुमः यतोहि जन्यानां परस्परं कालिकसम्बन्ध इव जन्येषु नित्यपदार्थः कालिकसम्बन्धेन भवति न तु विपरीतम् अपि अस्तु अत्र ह्रदः वह्निमान् धूमात् इति अनुमितिस्थले इति उदाहरणे प्रतिबन्धकज्ञानविषयः कः इत्युक्ते वन्य अभाववद् ह्रद इति प्रतिबन्धकज्ञानस्य विषयः अस्ति सः एव हेत्वाभासः तद् सः हेत्वाभासः धूमे नास्ति इत्युक्ते वन्य अभाववद् ह्रदः इति हेत्वाभासः धूमे नास्ति अत्र किं चिन्तयतु महोदय अत्र किञ्चित् पुस्तकात् बहिः चिन्तनीयं प्रथमं स्वचिन्तनं करोतु ह्रदः वह्निमान् धूमात् इति यदि अहम् अनुमानवाक्यं वदामि तत्र कः क्लेशः स्वचिन्तनं करोतु आम् अत्र धूमः इति हेतु अस्ति ह्रदः इति पक्षः वह्नि इति साध्यमस्ति तर्हि ह्रदे वह्निः नास्ति एव अतः प्रथमतया पक्षे साध्यं नास्ति तदेव दोषः खलु अत्र तदेव दोषः सत्यं तदेव दोषः परन्तु तत्र तदेव दोषः हेतु दृश्यते तदेव इति अस्तु प्रथमं तद् अवगन्तव्यम् अत्र दोषः कः इति चेत् साध्यं पक्षे नास्ति साध्यं पक्षे नास्ति तदेव दोषः वह्निः ह्रदे नास्ति वह्निः अभाववत् ह्रदरूपः एव हेत्वाभासः अत्र तदेव दोषः अस्तु हेत्वाभासः इति वक्तव्यं चेत् इदानीं हेतुः कः हेतुः तु धूमः धूमः तर्हि एषः दोषः वस्तुतः अत्र ह्रदः वह्निमान् धूमात् इति अनुक्त्वा घटात् नो चेत् मेहुल् महोदयात् इति यत्किमपि वदेम तत्र हेतुः कः हेतोः महत्त्वमेव नास्ति नास्ति ह्रदः वह्निमान् इति तावद् वदामः चेत् कथं वा ह्रदः वह्निमान् इति भवति खलु सत्यं तर्हि हेतु दोषः कः इति चेत् साध्ये दोषः अस्ति वस्तुतः साध्य अभाववत् ह्रदरूपः दोषः साध्ये दोषः इति अपि न वक्तव्यं अत्र साध्यस्य अभावः नित्यं पक्षे अस्ति इति कृत्वा तत्र दोषः कः इति चेत् वन्य अभाववत् ह्रदः एव दोषः अत्र सत्यं वस्तुतः अत्र पक्षे दोषः अस्ति एतादृशपक्षः एषः पक्षः एव न भवितुमर्हति किमर्थम् इत्युक्ते नित्यं तत्र साध्याभावः अस्ति ह्रदौ यस्मिन् कस्मिंश्चित् काले वह्निः न भवति खलु सत्यं किन्तु हेत्वाभासप्रकरणे हेतौ दोषः कथञ्चित् आनेतव्यः आनेतव्यं तदेव अत्र तदेव अत्र उक्तमस्ति वह्निः अभावत् ह्रदरूपः हेत्वाभासः न धूमे धूमे नास्ति दोषः तु अस्ति किन्तु धूमे एषः दोषः नास्ति नास्ति वह्नि अभावत् ह्रदः इति दोषः धूमे नास्ति तर्हि कथञ्चित् धूमे साधनीयमस्ति तदा एव हेत्वाभासः इति लक्षणम् इति इति समस्तपदं सङ्गच्छते खलु सत्यं सत्यं तत्र हेतुः इति दृश्यते इति कृत्वा कथञ्चित् हेतौ एषः दोषः आनेतव्यः तत् कथम् इति चेत् वद अग्रे पठतु अग्रे जन्यानां परस्परकालिकसम्बन्धस्वीकारेण तादृशहृदः कालिकसम्बन्धेन धूमे वर्धते अतः एव धूमस्यापि दुष्टत्वं वयं वक्तुं शक्नुमः कालिकसम्बन्धेन अत्र अन्यभाववद् हृदः धूमे वर्धते अतः एव धूमस्यापि दुष्टत्वं वयं वक्तुं शक्नुमः दोषः धूमे अत्र किञ्चित् पुनस्मारयतु जन्यानां परस्परकालिकसम्बन्धः कथम् इति निरूपयतु प्रथमम् अत्र उदाहरणं त्यजतु भिन्न उदाहरणं स्वीकरोतु अस्तु जन्यानां परस्परकालिकसम्बन्ध अस्तु अत्र रामः अपि च लक्ष्मणः अस्ति तयोः मध्ये रामः इति ज्येष्ठः अस्ति लक्ष्मणः इति अनुजः अस्ति कथं वक्तव्यं तर्हि प्रथम अत्र रामः इति आदौ जायते अनन्तरमेव लक्ष्मणः आगच्छति अतः तयोः मध्ये कालिकसम्बन्धः अस्ति तेन एव रामः ज्येष्ठः लक्ष्मणः अनुजः इति वक्तुं शक्नुमः इति अहं मन्ये हा अत्र समीचीनं समीचीनमेव अत्र पुस्तके कः उदाहरणं किम् उदाहरणम् अस्माभिः दृष्टम् इति चेत् शारदालयः इति दृष्टं आम् सत्यं सत्यं इत्युक्ते शारदालयः अपि जन्यः अस्ति कस्मिंश्चित् संवत्सरे तस्य जननं जातं निर्माणं जातं सत्यम् अन्यदालयं यत् विष्णु आलयः इति स्वीकुर्मश्चेत् तस्यापि इदानीं विष्णु आलयस्य अपेक्षया शारदालयः विंशतिवर्षाः पूर्वं निर्मितमासीत् इति वक्तुं कथं तादृशं वक्तुं शक्यते इति चेत् इदानीं विष्णु आलयः शारदालये कालिकासम्बन्धेन स्वीकृतं तदा एव सत्यम् इति अस्माभिः अधीतं तत्रैव इतोपि एकं विषयम् अधीतं नित्याः नित्यवस्तूनि कालिकासम्बन्धेन जन्यवस्तूनि भवन्ति इति अपि अस्माभिः अधीतं न तु विपरीतत्वेन न विपरीतं सत्यं नित्यपदार्थ तर्हि आकाशः घटे कालिकासम्बन्धेन वर्तते इति वक्तुं शक्यते किमर्थमिति चेत् अद्य एव घटः जातः तस्मात् पूर्वमेव आकाशः आसीत् इति कृत्वा आसीत् सत्यं तर्हि आकाशः कालिकासम्बन्धेन घटे वर्तते इत्युक्ते घटस्य अपेक्षया आकाशः पूर्वमेव आसीत् इति वक्तुम् अत्र कालिकासम्बन्धः कल्पनीयः अस्ति किन्तु घटः काले कालिकासम्बन्धेन वर्तते घटः आकाशे कालिकासम्बन्धेन वर्तते इति न वक्तुं शक्यते न वक्तुं शक्यते किमर्थमिति चेत् आकाशस्य कालः कः इति न निर्णीतं खलु भवतु तर्हि एतदेव उक्तम् अत्र जन्यानां परस्परकालिकासम्बन्धस्वीकारेण तादृशह्रदः इदानीं वह्निः अभावत् ह्रदः धूमे वर्तते धूमे वर्तते केन सम्बन्धेन कालिकसम्बन्धेन यथा हा तर्हि इदानीं वह्निः अभावत् ह्रदः इति दोषः धूमः इति हेतौ वर्तते सत्यं सत्यं तर्हि इदानीं दोषवत्त्वं दोषवत्त्वं धूमे आगतं, दोषः इति वह्नि अभाववत् ह्रदः, स च दोषः कुत्र अस्ति, धूमे अस्ति, तर्हि दोषवत् कः, धूमः, दोषवत्त्वं कुत्र अस्ति, धूमे अस्ति. दोषवत्त्वं नाम किं, वह्नि अभाववत् ह्रदः इत्येव अर्थः, तद्वत्त्वं तदेव इति न्यायेन. इति कृत्वा इदानीं कालिकासम्बन्धेन वह्नि अभाववत् ह्रदः इति दोषः धूमे आगतम्, अतः हेत्वाभासः धूमे निरूपितं भवति. अस्तु अस्तु, तदेव यत्किमपि अत्र घटे अपि दोषः आगच्छति, किमर्थमित्युक्ते तत्रापि कालिकसम्बन्धेन वन्य अभाववद् ह्रदः घटे अस्ति, तर्हि घटे अपि दोषः. सत्यम्, अत्र जन्यं वा हेतुः जन्यं वा इति द्रष्टव्यं, तावदेव. जन्यमस्ति चेत् यत्किमपि कालिकासम्बन्धेन हेतौ आनेतुं शक्यते. सत्यं, जन्याः जन्यानि सर्वाणि जन्यानि सर्वेषां कालिकासम्बन्धेन आधारः भवति, आधारः भवन्ति इति कृत्वा. अस्तु, इदानीं परन्तु, हा परन्तु रदो वन्यमान घटत्वात् इति स्थले पूर्ववदेव प्रतिबन्धकज्ञानविषयः वन्य अभाववद् ह्रदः इति घटत्वे कालिकसम्बन्धे नापि कालिकसम्बन्धेन अपि अस्ति इति वक्तुं न शक्नुमः, घटत्वे न वक्तुं शक्नुमः. किमर्थं, यतोहि जन्यानां परस्परं कालिकसम्बन्धः. भवान् स्वचिन्तनं करोतु, न पठतु. अस्तु अस्तु, अत्र हेतुः कः, हेतुः तु घटत्वम् इति. घटत्वं, घटत्वम् इति कीदृशपदार्थः? घटत्वम् इति जातिः, सर्वे जातयः नित्याः खलु. हा नित्यः, सत्यं, अतः जन्यानाम् एव, जन्येषु पदार्थेषु एव घटः जन्यः, किन्तु घटत्वं जन्यं नास्ति. सत्यं सत्यं, घटत्वं तु नित्यः एव. हा तर्हि नित्यवस्तुनि कालिकासम्बन्धेन किमपि न भवितुमर्हति. सत्यं सत्यं, नित्यवस्तु स्वयं कालिकासम्बन्धेन जन्ये भवितुमर्हति. आम्, विपरीतं भवति, किन्तु जन्यं नित्यवस्तुनि न भवितुमर्हति कालिकासम्बन्धेन. हा सत्यम्, अत्र तर्हि अस्मिन् उदाहरणे ह्रदः वह्निमान् घटत्वात् इत्यत्र घटत्वम् इति नित्यवस्तु हेतुः अस्ति इति कृत्वा वह्नि अभाववत् ह्रदः कालिकासम्बन्धेन घटत्वे अस्ति इति न वक्तुं शक्यते अस्मिन् सन्दर्भे. न शक्यते, सत्यं, यतोहि जन्यानां परस्परं कालिकसम्बन्ध इव जन्येषु नित्यपदार्थः कालिकसम्बन्धेन भवति इति अस्ति, इति एव अस्ति, एक वन् वे, विपरीतं नास्ति, टु वे नास्ति. तर्हि किं कस्मिन् भवितुमर्हति कालिकासम्बन्धेन? केवलं पुनः जन्यपदार्थः नित्यपदार्थेषु भवितुमर्हति, परन्तु विपरीतत्वेन, भवान् विपरीतत्वेन वदति. ओ हा हा सत्यं, नित्यपदार्थः कालिकसम्बन्धेन जन्येषु जन्यपदार्थेषु भवितुमर्हति, परन्तु जन्यपदार्थः कालिकसम्बन्धेन नित्यपदार्थेषु न भवितुमर्हति. न भवति इति क्लेशः अस्ति अत्र. सत्यं, यत्र हेतुः जन्यमस्ति तत्र दोषः कालिकासम्बन्धेन हेतौ भवति इति निरूपयितुं शक्यते, किन्तु यत्र हेतुः नित्यमस्ति तत्र दोषः, यदि हेतौ दोषः नास्ति तर्हि दोषवत्त्वं हेतौ कालिकासम्बन्धेन न भवितुमर्हति. इति इदानीं समस्या अस्ति. आमाम्, अत्र दोषः तु हेतौ नास्ति एव, परन्तु कथम् आनेतव्यं तर्हि कालिकसम्बन्धेन? अत्र आनेतुं कालिकासम्बन्धेन आनेतुम् अशक्यमस्ति. हा नित्यः अस्ति इति समस्या. समस्या, सत्यम्. अस्तु, धन्यवादः महोदय. अग्रे सत्यभौम भगिनी पठति वा, कथं वा समस्यायाः निवारणं कुर्मः इति. उपपादितम्, उपपादितम् इदं विस्तरेण प्रत्यक्षखण्डे यत् नित्यपदार्थः कालिकसम्बन्धेन कस्यापि अधिकरणं न भवति इति एवञ्च खडत्वं जातिरूपं नित्यमिति न तत्र वह्नि अभाववत् हृदः कालिकेन अपि भवितुम् अर्हति अतः खडत्वं दुष्टं हेतुवाभासः इति व्यवहारः न घटेत नूतनं किमपि नास्ति खलु यदि इदानीम् उक्तं तर्हि स्वशब्दैः एकवारं वदति वा इदानीं हृदः वन्यमान् खडत्वात् इति उदाहरणं पश्यामश्चेत् अत्र खडत्वम् इति हेतुः तत् तद् कालिकसम्बन्धेन खडत्वम् इति हेतुः खडत्वम् इति नित्यपदार्थः अस्ति नित्यजाति अस्ति तद् नित्यः अस्ति अतः नित्यपदार्थे नित्येषु जन्यः न भवति अर्हति विपरीतरीत्या एव भवितुम् अर्हति अतः इदानीं तस्मिन् दोषः न निरूपयितुं शक्यते इति इत्युक्ते वन्यः अभावत् ह्रदः इति दोषः कालिकासम्बन्धेन घटत्वे अस्ति इति घटत्वे न आनेतुं शक्यते दोषः न आनेतुं शक्यते चेत् दोषवत्त्वं न निरूपयितुं शक्यते दोषवत्त्वं न निरूपयितुं शक्यते चेत् हेत्वाभासः न निरूपितः भवति इति इदानीमपि समस्या अस्ति अग्रे पठतु अतः सर्वेषु हेतुषु हेतुषु नित्येषु अनित्येषु वा प्रतिबन्धकज्ञानविषयः हेत्वाभासः दोषः यथा सङ्गच्छेद तादृशसम्बन्धः उच्यते स च सम्बन्धः एकज्ञानविषयप्रकृतहेतुता अवच्छेदकवत्त्वं सम्बन्धः तत्सङ्गमनाय वह्नि अभाववत् हृदरूपः दोषः हेतुः च अनयोः समूहालम्बनं ज्ञानम् एकं ग्राह्यं तत् हेतुः इव हेतुदावच्छेदकस्यापि भानं भवति एव भवेदेव तदाकारश्च बाह्नि अभाववद् हृदः खडत्वं च इति यदा तथा च एकज्ञानविषयप्रकृतहेतु तदा हेतुदा अवच्छेदकं खडत्वं तद्वत्त्वं खडत्वरूपहेतौ अस्ति इति दोषवत्त्वात् खडत्वं दुष्टं हेतुवाभासः इति व्यवहारः सुष्ठुः उपपन्नः अत्र नूतनसम्बन्धः उक्तः अस्ति तत् कथम् इति चेत् एकज्ञानविषयप्रकृतहेतुता अवच्छेदकवत्त्वम् एकनिमिषम् अत्र तस्मात् पूर्वं किमर्थम् अत्र नूतनसम्बन्धः वक्तव्यः अस्ति किमर्थं प्रथमं सम्बन्धः वक्तव्यः अस्ति तद्वदतु इदानीं हेतुपर्यन्तम् आनीतव्यम् इति उक्तमस्ति दोषः तद् दोषः कथम् आनीतव्यं परम्परासम्बन्धः पूर्वं तादृशसम्बन्धः स्वीकृत्य एव उक्तः अस्ति इदानीं तादृशसम्बन्धः अत्र नास्ति अतः नूतनसम्बन्धः नास्ति इति चेत् कीदृशसम्बन्धः अत्र नास्ति पूर्वं कीदृशसम्बन्धः चिन्तितः इदानीं स च सम्बन्धः नास्ति इति कः सम्बन्धः नास्ति अत्र प्रथमपरिच्छेदं यद् भवती पठितवती तत्र कस्य सम्बन्धस्य विषये चिन्तनमस्ति स्थूलाक्षरैः लिखितं खलु तदेकवारं पठतु नित्यपदार्थः कालिकसम्बन्धेन कस्यापि अधिकरणं न भवति परम्परासम्बन्धः इति न वदतु कालिकासम्बन्धः तर्हि क्रमेण पश्यामश्चेत् प्रथमम् इदानीं हेत्वाभासः लक्षणं निरूप्य तत्र दोषः कः इति उक्तम् दोषः उक्तः चेत् न पर्याप्तं, किन्तु दुष्टे दोषः आनेतव्यः अस्ति. तत् कथम् इति चेत् दोषवत्त्वम् इति कल्प्य दोषः दोषवत् दुष्टः अस्ति, तद्वत्त्वं पुनः दोषे गच्छति. तर्हि दोषवत्त्वं निरूपयामश्चेत् अत्र दुष्टत्वम् अपि निरूपितं भवति इति कृत्वा दोषः कथञ्चित् दुष्टे आनेतव्यम्. यदि हेतुः जन्यः अस्ति तर्हि कालिकासम्बन्धेन दोषः दुष्टे कल्पयितुं शक्यते, किन्तु यत्र हेतुः नित्यः अस्ति तत्र भिन्नरीत्या अस्माभिः कल्पनीयमस्ति. तत् किम् इति चेत् अत्र कः सम्बन्धः? इदानीं हेतुः नित्यः अस्ति चेदेव एकज्ञानविषयप्रकारता हेतुदावच्छेदकम् इति सम्बन्धः भवितुम् अर्हति वा महोदय? अन्यत् इति जन्यः अस्ति चेत् कालिकासम्बन्धेन कर्तुं शक्यते खलु. ओके, इत्युक्ते अत्र आशयः कः इति चेत् कथञ्चित् दोषः दुष्टे दुष्टहेतौ आनेतव्यम् आनेतव्यं तद् अवगतम्. येन सम्बन्धेन भवितुमर्हति तादृशसम्बन्धः वक्तव्यः अस्ति, तावदेव कल्पनीयः अस्ति, तादृशसम्बन्धः कल्पनीयः. अस्मिन् सन्दर्भे कः सम्बन्धः कल्पितः? एकज्ञानविषय प्रकृतहेतुता अवच्छेदकवत्त्वम् इति सम्बन्धः. तस्मिन् विषये किञ्चित् चिन्तयतु. एकज्ञानविषय प्रकृतहेतुता अवच्छेदकवत्त्वम् इत्युक्ते किम्? एकस्मिन् विषये एव हेतु अपि च हेतुदावच्छेदकवत्त्वं द्वयमपि वर्तते इति वा पठित्वा वदामि. तत् सङ्गमनाय वह्नि अभाववत् हृदरूपः दोषः हेतुः च अनयोः समूहालम्बनं ज्ञानम् एकं ग्राह्यं. भवान् पृच्छतु अहं वदामि. अस्तु, अत्र समूहालम्बनज्ञानं किम्? वह्नि अभाववत् वह्नि अभाववत् रूपः तत् नास्ति. एकस्मिन् अन्तिमे वाक्ये दत्तमस्ति तद् आकारश्च, समूह आलम्बनस्य आकारश्च अभाववत् हृदः खडत्वं च इति हा इति समूहालम्बनज्ञानम्. ओके, वह्निः अभाववत् हृदः घटत्वं च इति एकं ज्ञानम्, एकज्ञानम् अस्ति. वह्निः अभाववत् हृदः घटत्वम्, एकस्मिन् ज्ञाने बहवः विषयाः भवन्ति. प्रत्येकं ज्ञाने न्यूनातिन्यूनं त्रयः विषयाः भवन्ति इति वयं पठितवन्तः, किन्तु केवलं त्रयः एव इति नास्ति. तत्र सप्रकारकज्ञानषड्प्रभेदाः अस्माभिः पठितं खलु, पठितं. तत्र सामान्यसप्रकारकज्ञानमस्ति, तदनन्तरं संशयज्ञानमस्ति, तदनन्तरं एकत्र द्वयं द्वौ एकः इति तादृशम् अस्माभिः अधीतं. तत्र इदानीम् अस्माकं पुरतः ज्ञानमस्ति वह्निः अभावत् हृदः घटत्वम् इति ज्ञानम्, एकमेव ज्ञानम्. अस्तु, तथा च प्रकृतज्ञानविषयप्रकृतहेतुता अवच्छेदकत्वम्. अवच्छेदकं किम्? घटत्वस्य. इदानीम् अस्माकं पुरतः अनुमानवाक्यं किम्? वह्नि अभाववत् हृदः हृदः वन्यमान् घटत्वादिति. अत्र हेतुः कः? घटत्वं. घटत्वं घटत्वे हेतुता अस्ति, घटत्वम् इति हेतुः. तर्हि हेतुता घटत्वे अस्ति, हेतुतायाः अवच्छेदकः कः? घटत्वत्वं. तदेव अत्र लिखितम्, एकज्ञानविषयप्रकृतहेतुता अवच्छेदकं घटत्वत्वं खलु. घटत्वत्वं घटत्वत्वं तद्वत्त्वं घटत्वरूपहेतौ अस्ति इति दोषवत्वात् घटत्वं दुष्टं हेत्वाभासः इति व्यवहारः सुष्ठुः उपपन्नः. वह्नि अभाववत् ह्रदः घटत्वम् इति समूह आलम्बनज्ञानं स्वीकृतम् अत्र. इत्युक्ते एक एकमेव ज्ञानम् अत्र. एकज्ञानविषय प्रकृतहेतुता अवच्छेदकं घटत्वम् इत्युक्ते अस्मिन् ज्ञाने वह्नि अभाववत् ह्रदः घटत्वं च इत्यत्र विषयः कः इति चेत् घटत्वम् अपि विषयः खलु. घटत्वम् अपि विषयः. घटत्वम् इति विशेष्यः अस्ति. घटत्वम् इति विशेष्यः अस्ति. तस्मिन् विद्यमानप्रकारः अस्ति घटत्वम्. तद् घटत्वम् एव प्राकृतहेतुता अवच्छेदकं. प्रकृतहेतुता अवच्छेदकम् इत्युक्ते प्रकृतजायमान अनुमानस्य हेतुः यदस्ति तस्मिन् विद्यमानहेतुतायाः अवच्छेदकः अस्ति घटत्वम् इति कृत्वा अत्र केन सम्बन्धेन इदानीं वह्नि अभावः ह्रदः वह्नि अभावत् ह्रदः इति दोषः घटत्वे आनीतम् सम्बन्धः वक्तव्यः भवत्या. केन सम्बन्धेन घटत्वे आनीतम् इति वा महोदय? वह्नि अभावत् ह्रदः इति दोषः घटत्वम् इति हेतौ केन सम्बन्धेन इदानीं कालिकासम्बन्धः अत्र न सङ्गच्छते. एकज्ञानविषयप्रकारता एकज्ञानविषयप्रकृतहेतुता अवच्छेदकत्वम् इति सम्बन्धः. एकज्ञानविषयप्रकृतहेतुता अवच्छेदकत्वसम्बन्धेन वह्नि अभाववत् ह्रदः घटत्वे आनीतम् इति कृत्वा दोषवत्वात् घटत्वं दुष्टं हेत्वाभासः इति व्यवहारः सुष्ठुः उपपन्नः. तर्हि मध्ये एकं सोपानं तैः कल्पितं. केवलं समूहालम्बनज्ञानम् एकम् उक्तम्. तर्हि समूहालम्बनं किमर्थम् उक्ति चेत् तत्र कथञ्चित् सम्बन्धः करणीयः खलु. तस्य सम्बन्धः कः इति चेत् एकज्ञानविषये प्रकृतहेतुता अवच्छेदकत्वम् अवच्छेदकत्वम् इति सम्बन्धः. तेन सम्बन्धेन अत्र वह्नि अभावत् ह्रदः घटत्वे आनीतम्. अग्रे पठतु भगिनि. प्रकृते अपि साधारणः वह्नि अभाववत् वृत्ति साधारणो वह्नि अभाववत् ओ क्षम्यता साधारणे वह्नि अभाववत् वृत्तिप्रमेयत्वं प्रमेयत्वं च इति समूहालम्बनं ज्ञानं गृहीत्वा तादृश समूहालम्बनज्ञानविषयप्रकृतहेतुता अवच्छेदकं प्रमेयत्वं तत्त्वं प्रमेयत्वे अस्ति इति प्रमेयत्वं दुष्टं हेद्वाभासः इति सर्वं समञ्जसम्. एतदेव इदानीं भवान् उक्तं खलु. साधारण हेद्वाभासस्य आकारः वह्नि अभाववद् वृत्तिप्रमेयत्वम् इति प्रतिबन्धकज्ञानः अस्ति. प्रमेयत्वम् इति दोषः उक्तः अस्ति. दोषः समूहालम्बनं ज्ञानं गृहीत्वा तादृशसमूहालम्बनज्ञानविषयप्रकृतहेतुता अवच्छेदकं प्रमेयत्वं तद्वत्त्वं प्रमेयत्वे अस्ति इति प्रमेयत्वं दुष्टं हेतुताभासः इति सर्वं सामञ्जसम्. किं भवती अवगच्छति वा पुनः पठति वा? पुनः कथम् अत्र स्वशब्दैः वदतु. अत्र किं समूहालम्बनं प्रकृतेपि साधारणे अत्र इदानीम् अत्र अनुमानवाक्यं किम्? स साध्य अभाववृत्तित्वं तद् वा अनुमानवाक्यं यथा हृदः वन्यमान् घटः ओके हृदः वन्यमान् तद् वा हृदः वन्यमान् प्रमेयत्वात् वाक्य अभाववाक् पर्वतः वन्यमान् प्रमेयत्वात् क्षम्यता पर्वतः वन्यमान् प्रमेयत्वात् इति प्रकृते अपि साधारणे हेत्वाभासे पर्वतः वह्निमान् प्रमेयत्वात् इत्यत्रापि समूहालम्बनज्ञानस्य आकारः कः इदानीम् अस्मिन् उदाहरणे वा महोदय हा इदानीं प्रकृत उदाहरणे वह्नि अभाववत् प्रमेयत्वम् इति वह्नि अभाववत् वृत्तिप्रमेयत्वम् इति केवलं तदेव वा इतोपि अस्ति वा समूह आलम्बनज्ञाने प्रमेयत्वं पुनः प्रमेयत्वम् समूह आलम्बन आकारः कः आकारः वह्नि अभाववत् वृत्तिप्रमेयत्वं प्रमेयत्वं च इति वक्तव्यं तदेव अत्र क्यू इत्यस्मिन् सदसि मया स्थापितमस्ति वह्नि अभावः वृत्तिप्रमेयत्वं प्रमेयत्वं च इति समूह आलम्बनज्ञानं किमर्थं समूह आलम्बनज्ञानं कल्पनीयं तत् सम्बन्धं कथम् आगच्छति हेतौ इति दोषः कथं हेतौ आनीतव्यं तस्य सम्बन्धः आवश्यकः उत्तमम् तर्हि दोषः इदानीं वह्नि अभावत् वृत्तिप्रमेयत्वम् इति दोषः न च दोषः प्रमेयत्वे आनेतव्यं तत् कथम् आनयामः इति चेत् समूह आलम्बनज्ञानम् एकं कल्प्य वह्नि अभावत् वृत्तिप्रमेयत्वं प्रमेयत्वं च इति समूह आलम्बनज्ञानम् एकं कल्प्य कल्पनं कृत्वा कल्पयित्वा इति वक्तव्यमासीत् कल्प्य इति न भवति कल्पयित्वा तदनन्तरम् इदानीं प्रमेयत्वं प्रमेयत्वे कथम् आनीतम् अत्र कः सम्बन्धः प्रमेयत्वं प्रमेयत्वे एकज्ञानविषयप्रकृतता हेतुता प्रकृतहेतुता अवच्छेदकवत्वम् इति सम्बन्धं स्वीकृत्य पुनः प्रमेयत्वं आर् इत्यस्मिन् सदसि मया लिखितमस्ति एकज्ञानविषयप्रकृतिहेतुता अवच्छेदकत्वम् अवच्छेदकं प्रमेयत्वं तद्वत्त्वं प्रमेयत्वत्वं प्रमेयत्ववत्त्वं प्रमेयत्ववत्त्वं तद्वत्त्वं प्रमेयत्ववत्त्वं प्रमेयत्वरूपहेतौ अस्ति इति दोषवत्वात् प्रमेयत्वं दुष्टं हेत्वाभासः इति जातम् बुद्धं खलु बुद्धम् अस्तु रमेश महोदय अवगच्छति वा धन्यवादः भगिनि धन्यवादः क्लेशः नास्ति खलु क्लेशः नास्ति अस्तु अत्र वह्नि अभाववत् ह्रदः घटत्वम् इत्यत्र एकज्ञानविषयप्रकृतहेतुता अवच्छेदकं घटत्वम् इत्यत्र किञ्चित् प्रतिपादयति वा कथम् इति पुनः पृच्छतु महोदय वह्नि अभाववत् अत्र गते पुटे 552 इत्यस्मिन् पुटे अन्तिमवाक्यमस्ति खलु वह्नि अभाववत् हृदः घटत्वम् इति समूहालम्बनज्ञानं वह्निः अभाववत् ह्रदः घटत्वम् इति समूहालम्बनज्ञानं तत्र तथा च एकविषयप्रकृतहेतुता अवच्छेदकं घटत्वं तद्वत्त्वं घटत्वरूपहेतौ अस्ति इति दोषवत्वात् घटत्वं दुष्टं हेत्वाभासः तर्हि अत्र घटत्वम् इत्यत्र समञ्जसं करोतु वह्नि अभाववत् ह्रदः घटत्वम् इति समूहालम्बनज्ञानेन अत्र घटत्वत्वे सामञ्जस्यं करोतु. तत्र वह्नि अभाववत् हृदः घटत्वम् इति समूहज्ञानमस्ति. तस्मिन् ज्ञाने एकविषयप्रकृतहेतु अवच्छेदकः घटत्वत्वं भवति. तर्हि वह्नि अभाववत् हृदः यद् दोषः अस्ति तस्मिन् तस्मिन् घटत्वत्वम् इति यत् हेतु घटत्वम् इति यत् हेतुः अस्ति तदपि आगच्छति. हेतौ देर्फोर् इन् द हेतु हेतौ घटत्वत्वम् इति अवच्छेदकं स्वीकृत्य एतत् यद् दोषमस्ति तद् अत्र आगच्छति. वन्य अभावत् ह्रदः यत् दोषः अस्ति तद् हेतौ आगच्छति. एकनिमिषं महोदय. अस्तु, क्षम्यताम्. अस्तु, भवान् महोदय एवं करोतु. प्रथमं वह्निः अभाववृत्तिप्रमेयत्वं प्रमेयत्वं च इति अस्ति खलु, तस्मिन् विषये प्रथमं चिन्तयतु, तदनन्तरं वह्निः अभावत् हृदः घटत्वम् इति चिन्तयन् वह्नि अभाववत् वृत्ति वह्नि अभाववत् वृत्तिप्रमेयत्वं तद् क्षमामः महोदय. वह्नि अभाववत् वह्नि अभावत् वृत्तिप्रमेयत्वं प्रमेयत्वं च इति समूहालम्बनज्ञानमस्ति खलु. तत्र पूर्वमस्माभिः किं पठितम् इति चेत्, यदा सप्रकारकज्ञानम् अस्माभिः पठितं, तत्र सामान्य उदाहरणमस्ति वायुः स्पर्शवान् घटः रूपवान् इति समूहालम्बनज्ञानस्य उदाहरणमस्ति. तर्हि अस्मिन् समूह आलम्बनज्ञाने क्रमेण किञ्चित् चिन्तयेम. वायुः स्पर्शवान् घटः रूपवान् इति ज्ञाने कति विशेष्याः सन्ति? द्वौ विशेष्यौ स्तः तौ कौ रूपवत्वं विशेष्यौ विशेष्यः वायुः स्पर्शवान् घटः रूपवान् वायुः एकं विशेष्यम् अस्ति, घटः द्वितीयविशेष्यम् अस्ति. उत्तमं. तर्हि प्रकारः प्रकारौ प्रकाराः कति? द्वौ प्रकारौ स्तः तौ कौ स्पर्शवत्वम् इति एकः प्रकारः अस्ति, रूपत्वम् इति द्वितीयप्रकारः अस्ति. रूपत्वं न वायुः वायुः स्पर्शवान् घटः रूपवान् इत्यत्र प्रकारः कः? वायुः स्पर्शवान् इत्यत्र प्रकारः कः? स्पर्शवत्वं प्रकारः. स्पर्शवत्वम् इत्युक्ते किम्? कश्यः तद्वत्त्वं तदेव खलु स्पर्शः एव स्पर्शः एव खलु समीचीनं तर्हि स्पर्शवत्त्वम् इति भवता उक्तं तादृशमेव वक्तव्यं किन्तु स्पर्शवत्त्वं नाम किं स्पर्शः एव खलु स्पर्शः कस्मिन् अस्ति वायौ अस्ति पुनः त्वं कुत्र अस्ति उपरि गच्छति चेत् स्पर्शः एव तर्हि तद्वत्त्वं तदेव इति कृत्वा स्पर्शवत्त्वं स्पर्शः एव तर्हि प्रकारः कः स्पर्शः इति एकः प्रकारः अन्यः प्रकारः कः रूपः रूपं समीचीनम् एवम् अत्र वह्नि अभावत् वृत्तिप्रमेयत्वं प्रमेयत्वं च इति समूहालम्बनज्ञाने कति विशेष्याः सन्ति ते का ते के इति वदतु वह्नि अभाववत् वृत्तित्वप्रमेयत्वं प्रमेयत्वं वह्नि अभाववत् हा तत्र द्वौ विशेष्यौ स्तः वह्नि अभाववत् वृत्तित्वम् इति एकं विशेष्यः अस्ति प्रमेयत्वम् इति द्वितीयविशेष्यः अस्ति कथं वह्नि अभाववत् वृत्तित्वं विशेष्यं भवति ज्ञानस्य आकारः कः वह्नि अभाववत् वृत्तिप्रमेयत्वम् एव ज्ञानम् वृत्ति यथा महोदय वायुः स्पर्शवान् घटः रूपवान् इत्यत्र वायुः विशेषः इति स्वीकृतं खलु एवं प्रमेयत्वं वह्नि अभाववत् वृत्ति तदनन्तरं प्रमेयत्वम् इति स्वीकरोतु वह्नि अभाववत् वृत्तिः प्रमेयत्वं वह्नि अभाववत् वृत्तिः तर्हि वह्नि अभाववत् वृत्तिः एकं वह्नि अभाववत् वृत्तिः इति महोदय अत्र वह्नि अभाववत् वृत्तिप्रमेयत्वम् इत्यत्र विशेषणं किं विशेष्यं किम् वह्नि अभावः कुत्र अस्ति वह्नि अभावः एव विशेष्यम् इति स्वीकुर्मः वह्निः एव विशेष्यं वा वह्नि अभाववत् विशेष्यं भवति वह्नि अभाववत् इति विशेष्यं भवति यत् हृदः विशेष्यं भवति खलु वह्नि अभाववत् इति विशेषणं भवति विशेष्यं प्रमेयत्वम् एव खलु यथा वायुः स्पर्शवान् स्पर्शवान् वायुः तादृशमस्ति अत्र आकारः न तु वायुः स्पर्शवान् स्पर्शवान् वायुः इति यथा वह्निः अभाववत् वृत्तिप्रमेयत्वम् इति अस्ति स्पर्शवान् वायुः यथा तथा तर्हि प्रमेयत्वम् इति विशेष्यमस्ति वह्निः अभाववत् वृत्तिप्रमेयत्वम् इत्यत्र प्रमेयत्वं विशेषमस्ति तादृशप्रमेयत्वम् ओके हा तादृशप्रमेयत्वं वह्निः अभाववत् वृत्तिप्रमेयत्वं तर्हि तदेव विशेष्यप्रमेयत्वम् अस्ति शुद्धप्रमेयत्वं नास्ति ओके एकनिमिषम् अत्र प्रमेयत्वं वह्निः अभाववत् वृत्तिप्रमेयत्वम् इति भागे इदानीं सम्पूर्णज्ञानमस्ति वह्निः अभाववत् वृत्तिप्रमेयत्वं प्रमेयत्वं च इति समूहालम्बनज्ञानम् तत्र भागद्वयमस्ति यथा स्पर्शवान् वायुः रूपवान् घटः इत्यत्र भागद्वयमस्ति प्रथमभागः अस्ति स्पर्शवान् वायुः द्वितीयभागः अस्ति रूपवान् घटः तथा अत्र प्रथमभागः अस्ति वह्नि अभाववत् वृत्तिप्रमेयत्वं द्वितीयभागः अस्ति प्रमेयत्वम् अस्तु इदानीं प्रथमभागे वह्नि अभाववत् वृत्तिप्रमेयत्वम् इति भागे विशेष्यं किम् इति चेत् प्रमेयत्वं खलु तर्हि तत्र प्रकारः कः वह्नि अभाववत् वृत्तिः प्रकारः वृत्ति वह्नि अभावत् वृत्ति इति प्रकारः खलु. अस्तु, इदानीं द्वितीयभागः तत्र विषये, प्रमेयत्वमिति द्वितीयभागः. तत्र विशेष्यः कः? तत्र प्रमेयम् इति विशेष्यः न, किमर्थं प्रमेयम् इति विशेष्यः इति? प्रमेयत्वमेव विशेष्यः, अत्र प्रकारः न उक्तः. यथा अयं घटः इति सामान्यज्ञाने प्रकारः न उक्तः, किन्तु घटत्वं प्रकारः इति कल्पनं कुर्मः खलु. तथा प्रमेयत्वम् इति भागे प्रमेयत्वम् इति विशेष्यमस्ति. प्रमेयत्वे किमस्ति? प्रमेयत्वम् अस्ति. समीचीनम्. तर्हि वह्निः अभाववत् वृत्तिः इति प्रकारः प्रमेयत्वम् इति विशेषः प्रथमभागे. द्वितीयभागे प्रमेयत्वत्वम् इति विशेष्यः प्रमेयत्वं सारि प्रमेयत्वत्वम् इति प्रकारः प्रमेयत्वम् इति विशेष्यः. तर्हि इदानीं किं जातं? प्रमेयत्वम् प्रमेयत्वयोः मध्ये साम्यमस्ति इति कृत्वा प्रमेयत्वत्वं बिकम्स् ईक्वल् इन् टु वह्निः अभाववत् वृत्ति. यदि चित्रं रचयति चेत् तादृशं भवति. दे बिकम् दे आर् आन् द सेम् अधिकार, बट् दे डु दे बिकम् ईक्वलेण्ट्? प्रमेयत्वत्वम् अत्र वह्निः अभाववत् वृत्तिप्रमेयत्वं प्रमेयत्वं च इति यदि, अतः एव अत्र इतोपि किञ्चित् उक्तं विशिष्टं शुद्धात् न अतिरिच्यते. तद् बुद्धं. तर्हि तत्र एकविषयप्रकारहेतुता अवच्छेदकत्वसम्बन्धेन ईक्वलेण्ट् नास्ति. समीचीनं, भवतः प्रश्नः समीचीनः. इत्येवह्निः अभावत् वृत्ति इति प्रमेयत्वं प्रमेयत्वं नास्ति, किन्तु वह्निः अभाववत् वृत्ति इति दोषः एकज्ञानविषयप्रकृता अवच्छेदकत्वसम्बन्धेन प्रमेयत्वे आनीतम् इति जायते. तत् समीचीनमेव. इति कृत्वा अत्र सम्बन्धः कल्पितः, तेन सम्बन्धेन इदानीं दोषवत्त्वं निरूपितं भवति इति. अस्तु, अत्र इतोपि किञ्चित् चिन्तनीयमस्ति, अतः एव मया पृष्टम्. एवं वह्निः अभावत् हृदः घटत्वम् इति समूहालम्बनज्ञाने किमस्ति इति सर्वैः चिन्तनीयम्. तदेव गृहपाठः, सर्वे चिन्तयन्तु. वह्निः अभावत् हृदः इति प्रथमभागः अस्ति, घटत्वम् इति द्वितीयभागः अस्ति. तर्हि वह्निः अभावत् हृदः इत्यत्र वह्निः अभावात् हृदत्वम् एव अस्ति, अत्र घटत्वम् इति साम्यमपि नास्ति. तर्हि कथं वा एकविषये एकज्ञानविषयत्वं निरूपितम् इत्यत्र प्रश्नः अस्ति. तत्र इतोपि किञ्चित् चिन्तनीयमस्ति, किन्तु तत् चिन्तनार्थमेव इदानीं मया प्रश्नः कृतः रमेश् महोदयम्. अस्तु, सर्वे चिन्तयन्तु. इतोपि अत्र किञ्चित् चिन्तनं कृत्वा सर्वम् अवगम्य, यदि साधारणहेत्वाभासस्य अवगमनं सम्पूर्णरीत्या भवति, इत्युक्ते सोपानानि कानि, प्रत्येकं सोपानस्य आवश्यकता का, अनेन सोपानेन किं निरूपितं भवति, अस्य प्रयोजनं किम् इति ज्ञात्वा अग्रे गच्छामश्चेत् झटिति पठितुं शक्यते. तर्हि सर्वे चिन्तयन्तु. अत्र प्रकृतसाधारणे वह्न्यभावत् वृत्तिप्रमेयत्वं प्रमेयत्वं च इति समूहालम्बनज्ञानं गृहीत्वा तादृशसमूहालम्बनज्ञानविषयप्रकृतहेतुता अवच्छेदकत्वं प्रमेयत्वत्वं तद्वत्त्वं प्रमेयत्वे इति अस्ति. प्रमेयत्वं दुष्टं हेत्वाभासः इति सर्वं समञ्जसम् इति उक्तं खलु. तत्र समन्वयः कथं कृतः इत्यस्मिन् विषये सर्वे चिन्तयन्तु. अग्रिमे वर्गे इतोपि किञ्चित् चिन्तनं कृत्वा अग्रे सर्तुं शक्यते. एकमेव सोपानमस्ति, तदपि चिन्तयित्वा अग्रे गच्छेम. अस्तु, सर्वेभ्यो नमस्कारः, धन्यवादाः.